सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। धन्यवादः महोदय। धन्यवादः भगिनि। धन्यवादः सर्वेभ्यो नमः। स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र उपपदविभक्तयः इति। तस्मिन् विषये वयं किञ्चित् अधीतवन्तः, किन्तु तत्र अभ्यासार्थं तत्र एकां कथां पठामः इति चिन्तनम् आसीत्। तत्र पुत्रात् ख्याता इतरा इति कथा गतवर्गे अपि किञ्चित् पठितवन्तः, किन्तु न समापितवन्तः इति कृत्वा तां कथां पठित्वा अग्रे सरामः। अस्तु, तर्हि तत्र प्रायशः पूर्णतया स्मरणं न भवति इति मन्ये, अतः तत्र लाभः अस्ति पुनः एकवारं पठामश्चेत् इति कृत्वा तत्र पुनः आरम्भतया पठामः। तत्र वेदभगिनी आरम्भ तत्र पुत्रात् ख्याता इतरा इति तत्र आरम्भतया पठति वा भगिनी प्रथमपरिच्छेदम्। माण्डुकी मुनेः पत्नी इतरा, तयोः पुत्रः महीदासः। महीदासः तु सर्वदा द्वादशाक्षरी मन्त्रं पठन् लौकिककर्मसु अनासक्तिं वहति स्म। एतस्मात् खिन्नः माण्डूकमुनिः पिङ्गानामिकाम् अन्यां परिणीतवान्। पिङ्गायां चत्वारः पुत्राः जाताः। ते वेदाध्ययनं कृत्वा यज्ञादीन् निर्वहन्तः, पिता इव ख्यातिं गताः। हा, धन्यवादः भगिनि, समीचीनम्। अस्तु, अग्रे शोभा भगिनी द्वितीयं परिच्छेदं पठति वा? आं महोदय। महीदासे इतरायां च माण्डूकिमुनेः अनादरः प्रवृद्धः, अतः खिन्ना इतरा आश्रमं परित्यज्य गतवती, पुत्रेण सह अन्यत्र वासम् आरब्धवती च। तथापि पुत्राय उत्तमसंस्काराणां दाने सा प्रवृत्तिं तु न परित्यक्तवती। हा, समीचीनं भगिनि, अस्तु, धन्यवादः। उषा भगिनी अग्रे। आं महोदय। कदाचित् महीदासस्य जपेन सन्तुष्टः विष्णुः तस्य स्वप्ने प्रत्यक्षीभूय, भो वत्स, त्वं तु जीवन्मुक्तः असि, तथापि जनन्याः इष्टार्थस्य पूरणं तव कर्तव्यं, गुरूपदेशं विना एव सकलवेदवेदाङ्गज्ञानं तव भविष्यति इति उक्त्वा अन्तर्हितः अभवत्। हा, समीचीनं भगिनि, धन्यवादः। नरेश महोदय अग्रे। महोदय, ततः महीदासः नाम मात्रेण गुरुकुले किञ्चित् कालं वासं कृतवान्। ततः वेदवेदाङ्गादिज्ञानं तेन सम्पादितम्। ऋग्वेदभाष्यं, कर्मकाण्डबोधकं, ब्रह्मणग्रन्थं च सः विरचितवान्। तस्य आधारेण सः राज्ञः हरिमेधसः द्वारा यज्ञं कारितवान्। तदीयं वैदुष्यं दृष्ट्वा सन्तुष्टः राजा हरिमेधाः तस्मै प्रभूततया सुवर्णदक्षिणादिकं दत्तवान्। स्वकन्या अपि तस्मै दत्ता तेन। हा, समीचीनं महोदय। हा, अस्तु, अग्रे मधु महोदय, नमस्कारः। श्रीप्रिया भगिनी नमस्कारः। गीताञ्जलि भगिनी अग्रे पठति वा? आं महोदय। महीदासः ततः प्रतिगत्य प्रवृत्तं सर्वं निवेद्य मातरं नमस्कृतवान्। पुत्रस्य अभ्युदयं दृष्ट्वा इतरा नितरां सन्तुष्टा अभवत्। पुत्रादीन् प्राप्य महीदासः उत्तमं गार्हस्थ्यजीवनं यापितवान् गार्हस्थ्यजीवनं यापितवान् किञ्चित् अग्रे अपि पठतु भगिनि, तत्र कृतवती इति तावत्. आम् महोदय. तेन विरचितः ब्राह्मणग्रन्थः महीदास ब्राह्मणत्वेन ख्यातः जातः. तदा महीदासः अवदत्, मम माता प्रतिकूलस्थितौ अपि मम पोषणं कृतवती. पोषणं कृतवती. समीचीनं भगिनि, धन्यवादः. श्रीप्रिय भगिनी नमस्कारः. मधुमदीय नमस्कारः. नमस्ते महोदय. क्षम्यतां महोदय. हा, चिन्ता मास्तु भगिनि. नमस्कारः महोदय. तत्र पुत्रात् ख्याता इतरा इति कथा गतवर्गे अपि तां कथां पठितवन्तः, तत्र एव स्मः इदानीमेव. अस्तु, तत्र अग्रे ललिता भगिनी पठति वा भगिनि अग्रे? पठामि. पतिः उपेक्षाम् अनुभवन्ती अपि सा मह्यं सत्संस्काराणां दाने बद्धादरतां दर्शितवती. एतादृशीं मातृत्वेन प्राप्तवान् अहं धन्यः. अतः इतः परं मया रचितः ब्राह्मणग्रन्थः ऐतरीयब्राह्मणत्वेन निर्दिष्टः भवतु. तन्नाम्ना जनाः मम ऐतरेयब्राह्मणत्वेन निर्दिष्टः भवतु. तन्नाम्ना जनाः मम मातुः श्रेष्ठतां जानन्तु इति. नमस्ते महोदय. तस्मात् दिनात् स च ब्राह्मणग्रन्थः ऐतरेयब्राह्मणत्वेन निर्दिश्यमानः जातः. स च ग्रन्थः त्यागमय्याः वात्सल्यमय्याः स्वाभिमानवत्याः च इतरायाः चरित्रं स्मारयति अद्यापि. तत्र पुत्रात् ख्याता इतरा इति तत्र ईमेल् उद्घाटयामि. अस्तु, अस्तु. बालमोदिनी मध्ये आगता कथा एषा. अस्तु, तर्हि इदानीं तत्र आरम्भतीय. तत्र प्रायशः गतवर्गे परिच्छेदत्रयम् अस्माभिः कृतम् इति मन्ये, किन्तु किञ्चित् पुनस्मरणमपि कुर्मः. तत्र तत्र अस्तु, कः वदति तत्र? अस्तु, लक्ष्मी भगिनी किञ्चित् तत्र प्रथमपरिच्छेदं पुनः पठित्वा किञ्चित् वदति वा भगिनी? अस्तु महोदय. माण्डूकमुनेः पत्नी इतरा. माण्डूकमुनिः इति एका मुनिः आसीत् पूर्वं. तस्य पत्नी इतरा. तस्याः नाम इतरा. तयोः द्वयोः पुत्रः महीदासः. महीदासः तु सर्वदा द्वादशाक्षरीमन्त्रं पठन् लौकिककर्मसु अनासक्तिं वहति स्म. तत्र द्वादशाक्षरीमन्त्रं पठन् आसीत् सः. द्वादशमन्त्रं लौकिकविषये आसक्तिः न प्रकटितवान्. तत्र कस्मिन् विषये आसक्तिः न प्रकटितवान्? लौकिककर्मसु आसक्तिः न प्रकटितवान्. तत्र कर्मसु इति तत्र किं भवति? सप्तमी बहुवचने. बहुवचनं समीचीनं भगिनि. हा कर्मसु कर्मसु सः आसक्तिः आसक्तिः न प्रकटितवान् अथवा समीचीनं भगिनि अथवा अनासक्तिं वहति स्म इति समीचीनं. हा अग्रे एतस्मात् खिन्नः माण्डूकमुनिः पिङ्गानामिकाम् अन्यां परिणीतवान्. माण्डूकस्मात् इत्युक्ते एतस्मात् महीदासः लौकिककर्मसु आसक्तिं न वहति स्म अतः समीचीनं भगिनि. तस्य पिता खिन्ना अभवत् खिन्नः अभवत् सः एकां पिङ्गला नाम्ना एकां ऋषिकन्याम् इति तत्र तां परिणीतवान् तया सह विवाहं कृतवान् अग्रे तयोः पुत्राः जाताः. कति पुत्राः? महीदासस्य पिङ्गलायाः पुत्राः. महीदासः इति न महीदासः इति न माण्डूकीमुनिः खलु महीदासः इति पुनः वदतु भगिनि कयोः पुत्राः जाताः? ओ माण्डूकमुनिः परिणीतवान् वा? अहं चिन्तितवती. समीचीनं भगिनि अस्तु. तत्र पुत्रः किं तत्र पुत्रः लौकिकविषयेषु आसक्तिः न आसक्तिः आसक्तः नास्ति लौकिकविषयेषु सः आसक्तः नास्ति इति कृत्वा सः पुनः विवाहं कृतवान्. इदानीं तत्र नूतन्या पत्नी नूतन्या पत्न्या सह तत्र कनिष्ठपत्नी इदानीं तत्र कति पुत्राः जाताः? चत्वारः पुत्राः जाताः. कयोः? माण्डूकीमुनेः अपि पिङ्गायाः. पिङ्गायाः चत्वारः पुत्राः जाताः. ते वेदाध्ययनं कृत्वा यज्ञादीन् निर्वहन्तः पिता इव ख्यातिं गताः अथवा ख्यातिं प्राप्तवन्तः ख्यातिं तत्र ख्यातिः इति स्थितिः या अस्ति तां स्थितिं प्राप्तवन्तः ख्यातवन्तः अभवन्. समीचीनं भगिनि धन्यवादः. अतः तत्र महीदासः अस्ति महीदासस्य माता अस्ति इदानीं तत्र माण्डूकीमुनेः नूतना पत्नी अस्ति तस्याः चत्वारः पुत्राः अपि सन्ति ते वेद्यायनं सर्वं कुर्वन्ति लौकिकविषयेषु अपि कनिष्ठपत्नी. सत्यं समीचीनं भगिनि. समीचीनम् अस्तु इदानीं तत्र अग्रे गच्छामः. तत्र उमा मीनाक्षी भगिनी पठितुम् इच्छति वा अग्रे? आम् महीदासे इतरायां च मण्डूकीमुनेः अनादरः प्रवृद्धः. किं करणीयम् अत्र? तत्र किञ्चित् वदतु भगिनि तत्र वाक्ये किं किम् अस्ति तत्र? अत्र महीदासः अस्ति सः तु मुनि अस्ति तस्य प्रथमा पत्नी इतरा. न महीदासस्य पत्नी इतरा न महीदासस्य माता इतरा. ओके भ्रमः मास्तु मूलविषयः अस्ति तत्र महीदासः इति एव तत्र मूलः अस्ति अस्यां कथायां. पुत्रः न विवाहं न कृतवान् अतः पिता एव अपि अपि तत्र पश्यन्तु तत्र सः सर्वदा द्वादशाक्षरीमन्त्रं पठन् अस्ति सः. ओके, महिदासस्य केवलम् एकम् उद्देश्यं द्वादशाक्षरीमन्त्रम् हा मन्त्र जप जप इति जपम् सत् समीचीनं भगिनि. अतः तत्र अनादरः इति आरभ्य ततः आरभ्य किञ्चित् विवृणोतु भगिनि. तत्र अनादरः प्रवृद्धः प्रथमवाक्ये. ओके, इतरा पुत्रः महिदासः च पतिम् अथवा पितरम् आदरं न कुर्वन्ति. न न न विपरीतत्वेन अस्ति भगिनि अत्र. अतः तत्र अतः एव तत्र अनादरः प्रवृद्धः. अतः तत्र किम् अस्ति, अनादरः अस्ति अपि केवलम् अनादरः अस्ति इति न, तत्र अनादरः दिने दिने अनादरस्य वर्धनं भवति प्रवृद्धः. किन्तु कस्य अनादरः? माता. तत्र वाक्ये एव अस्ति, वाक्ये एव अस्ति. अनादरः इति पदात् पूर्वपदं किं? मण्डूकमुनेः विभक्तिका तत्र. मुनि अनादरं प्रकटयति वा? हा, मुनिः अनादरं प्रकटयति. इदानीं तत्र कं प्रति अथवा कां प्रति अनादरं प्रकटयति? बहु कन्फ्यूजन् अस्ति अत्र. अस्तु इदानीं. अतः खिन्ना इतरा आश्रमं भगिनि. किन्तु तत्र माण्डूके मुनेः अथवा माण्डूकमुनिः अनादरं कं प्रति अथवा कां प्रति प्रकटय अनादरः प्रकटयति स्म? पत्नी इतरां प्रति अपि पुत्रः महिदासं प्रति. महिदासं प्रति, हा महिदासं प्रति अनादरं प्रकटयति. अनादरं प्रकटयति प्रकटयति स्म. दिने दिने वर्धितम् अभवत्. हा, अनादरः प्रवृद्धः दिने दिने तस्य वर्धनम् अपि अभवत्. अग्रे अग्रे. अतः खिन्ना इतरा आश्रमं परित्यज्य गतवती. अतः डैवोर्स् कृतवती. अतः इत्युक्ते किम् अस्ति? अतः इत्युक्ते अनादरात् खिन्ना अभवत्, असन्तुष्टा अथवा दुःखिता. खिन्ना दुःखिता अभवत्. खिन्ना सा किं कृतवती? बै बै कृतवती. सा आश्रमं परित्यज्य त्यक्तवती. आश्रमं त्यक्तवती. त्यक्त्वा पुत्रेण सह अन्यत्र वासम् आरब्धवती च. तत्र पुत्रेण सह अन्यत्र वासम् आरब्धवती. आरब्धवती च. च इति अस्ति तत्र समूहः भवति च अस्ति चेत् तत्र समूहः कः अस्मिन् वाक्ये? परित्यजनम् अन्यत्र वासम् च. तत्र गतवती इति एकम्, आरब्धवती इति अन्यत्. ओ, परित्यज्य गतवती अपि आरब्धवती. तत्र गतवती आरब्धवती च तत्र इति तत्र तस्य विवरणं गतवती इति विवरणं तस्मात् पूर्वम् अस्ति. आरब्धवती इति अपि तस्य विवरणं तस्मात् पूर्वम् अस्ति. अस्तु अग्रे. तथापि पुत्राय उत्तमसंस्काराणां दाने सा प्रवृत्तिं तु न परित्यक्तवती. सा इत्युक्ते माता इतरा न परित्यक्तवती पुत्रस्य किं एजुकेशन् न परित्यक्तवती हा पुत्राय विषये पुत्राय धानं पुत्राय धानं किं धानम् अत्र किं धाने हा कस्य धानम् उत्तमसंस्काराणां दानं हा तत्र दाने सा प्रवृत्तिं न परित्यक्तवती हा तु न परित्यक्तवती तत्र उत्तमसंस्कारा तस्य उत्तमसंस्कारः भवतु इति विषये सा सर्वदा किं कृतवती तस्मिन् विषये एव चिन्तितवती अग्रे प्रयत्नं कुर्वती या प्रयत्नं पूर्वमपि कुर्वन्ती आसीत् सा इदानीमपि कुर्वन्ती अस्ति यद्यपि तत्र परिस्थितिः क्लिष्टा इदानीम् अस्ति खलु तथापि सा पुत्रस्य तत्र किं पुत्रस्य किम् इति वक्तुं शक्नुमः तत्र ज्ञानवर्धनाय किं किं करणीयं तत् सर्वं कुर्वन्ती अस्ति इदानीमपि सा कुर्वन्ती अस्ति सम्पूर्णपोषणाय समीचीनम् अपि तत्र धाने प्रवृत्तिं तत्र कस्मिन् विषये प्रवृत्तिं धाने प्रवृत्तिं कस्य धाने उत्तमसंस्काराणां धाने धाने अस्ति अतः कस्मै धाने पुत्राय उत्तमसंस्काराणां धाने सप्रवृत्तिं तु न परित्यक्तवती न तु परित्यक्तवती तत्र आश्रमं त्यक्त्वा सा गतवती किन्तु एतत् संस्काराणां धाने प्रवृत्तिं सा तु न त्यक्तवती समीचीनं भगिनी हा धन्यवादः अस्तु धन्यमग्रे महोदय तत्र प्रवृत्तिं कस्मिन् अर्थे अस्ति अत्र प्रगतिः वा तत्र प्रवृत्तिं तत्र कार्यम् इति तत्र तस्मिन् विषये तत्र किं किं करणीयम् इति अस्तु तत्र केवलम् इच्छा इति नास्ति खलु तत्र क्रिया अपि अपेक्षिता अस्ति खलु तत्र अतः सा तां क्रियाम् अथवा ताः क्रियाः कुर्वन्ती आसीत् इति अतः तत्र ज्ञानं भवति चेत् तत्र सर्वं तत्र किं भवति तत्र कोऽपि शिक्षकः अथवा शिक्षिका अपेक्षितः अपेक्षिता अस्ति अपि तत्र समयः तत्र सर्वं अपेक्षितमस्ति चेत् नो चेत् तत्र ज्ञानं न भवति खलु अतः तत्र यद्यत् करणीयमस्ति सा तं तत्सर्वं कुर्वन्ती आसीत् एव पूर्वमपि कुर्वन्ती आसीत् इदानीमपि सा कुर्वन्ती अस्ति इति अस्तु अग्रे श्रीप्रिया भगिनी अग्रे पठति वा महोदय प्रवृत्तिम् इत्युक्ते प्रयत्नः इत्यपि वक्तुं शक्नुमः शक्नुमः भगिनि समीचीनं समीचीनमेव कार्यं प्रयत्नं यद्यत् करणीयम् अस्ति समीचीनं भगिनि प्रवृत्तिम् इति कदाचित् महीदासस्य जपेन सन्तुष्टः विष्णुः तस्य स्वप्ने प्रत्यक्षीभूय भोः वत्स त्वं तु जीवन्मुक्तः असि महीदासस्य जपेन सन्तुष्टः सन्तोषं भूत्वा महाविष्णुः तस्य महीदासस्य स्वप्ने आगतवान् प्रत्यक्षमाणम् अभवन् तत्र जपेन इति अस्ति तत्र तेन जपेन इति तत्र तेन कारणेन जपः जपं कृत्वा जपः कृतवान् इति कारणेन महाविष्णुः सन्तुष्टः अभवत्. अतः सः स्वप्ने प्रत्यक्षीभूय हा तत्र गतवर्गे तत्र प्रत्यक्षीभूय इति विषये तत्र किञ्चित् चर्चा आसीत्. अतः अहं किञ्चित् पृष्टवान् वदतु भगिनि. अत्र प्रतियोगः अक्षियोगः भूयोगः लेप् प्रत्ययः महोदय. अक्षणः अक्षणः प्रति प्रत्यक्षीभूय इत्युक्ते फिसिकलि मेनिफेस्टिङ्ग्. समीचीनं भगिनि, समीचीनं भगिनि. अपि तत्र यत्र यद्यपि तत्र प्रत्यक्षी इति तत्र वयं जानीमः तत् उपसर्गः नास्ति खलु, तत्र केचन एव उपसर्गाः सन्ति, तत्र केचन सन्ति तत्र अहं चिन्तयामि अक्षराणां प्रति. हा हा, किन्तु भगिनि तत्र भू इति धातुः तस्य भू धातुः अस्ति, तस्य पूर्वं हा उपसर्गः नास्ति, एतद् भिन्ना अस्ति. किन्तु यद् उत्तरं मया प्राप्तं तदस्ति तत्र यद्यपि एतद् उपसर्गः नास्ति किन्तु तत्र उपसर्ग यदि तत्र भवति तत्र त्वान्तं ल्यबन्तं यथा परिवर्तितः भवति तथैव अत्रापि तत्र प्रत्यक्षीभूय समासः कार्य किमपि अस्ति कमपि अस्ति इति कृत्वा तत्रापि तत्र ल्यबन्तमेव स्वीकृतं भवति. अतः तत्र प्रत्यक्षीभूय एव इति, अतः तत्र सरलतया वदामश्चेत् तत्र उपसर्गः इति चिन्तयतु, अतः तत्र ल्यबन्तम् अस्ति इति, अतः तत्र प्रत्यक्षीभूय स्वीकृत्य इति यथा अस्ति तत्र स्वीकरोति तत्र स्वी इति वयं जानीमः तत्र उपसर्ग नास्ति किन्तु उपसर्गतुल्य इति तादृश इति चिन्तनं सम्यक् एव अस्ति भगिनि अत्र अस्मिन् प्रसङ्गे. उपसर्ग अस्ति चेत् लेप् प्रति आगच्छति न महोदय? सत्यं भगिनि, यद्यपि अत्र उपसर्गः नास्ति किन्तु ल्यबन्तः केवलम् उपसर्गेण भवति इति नास्ति. अतः वयं चिन्तयामः अत्र उपसर्गः अस्ति चेत् ल्यबन्तः केवलम् उपसर्गेण इति चिन्तनं प्रायशः भवेत् किन्तु तादृशः नास्ति. ल्यबन्तः तत्र उपसर्गः अस्ति चेत् ल्यबन्तः भवति, अपि अन्येन कारणेन अपि ल्यबन्तरूपम् आगच्छति. अतः तत्र प्रत्यक्षीभूय इति तत्रापि ल्यबन्तं भवति. अस्तु महोदय. महोदय, अत्र प्रत्यक्षी सम्पूर्ण उपसर्ग इव अस्ति तत्र? सत्यं भगिनि, तत्र यथा श्रीप्रिया भगिनी उक्तवती तत्र स्वीकरोति शुक्लीकरोति तत्र ईकारः तत्र आगच्छति, तत्र तत्र तस्यापि किमपि कारणम् अस्ति. अतः तत्र प्रत्यक्षः इति तस्य तस्मात् ईकारः तदनन्तरं भूय इति तत्र उपसर्गः इव रूपम् अस्ति. अस्तु अस्तु, वेदा भगिनी सन्तोषजनकम् उत्तरं वा एतत्? अस्तु भगिनि, अस्तु. किमपि वक्तुं शक्नुमः प्रत्यक्षीभूय प्रत्यक्षीभूय तत्र पर्यायपदं किम् अस्ति तस्य पुरतः आगत्य अथवा तत्र प्रकटितवान् अस्ति वा महोदय? तस्य पुरतः प्रकटितवान् प्रकटित्वा इति तत्र अस्तु तत्र किन्तु साक्षात्कारं कृत्वा अथवा साक्षात् मनसि इदानीम् अन्यत् किमपि न आगच्छति महोदय. साक्षात् भूय अपि न समीचीनं. तत्र द्रष्टव्यमस्ति साक्षीभूय न न साक्षीभूय इति प्रायशः तत्र अर्थभेदः अस्ति इति मन्ये भगिनि साक्षीभूय इति किन्तु हा अस्तु तत्र किन्तु तत्र प्रत्यक्षी इति नकारान्तप्रातिपदिकम् इति भाति महोदय प्रत्यक्षीन् योगीपद योगिवत् प्रत्यक्षीन् प्रत्यक्षी भवति महोदय त्रिशुलिङ्गेषु अस्ति इति अपि अस्ति महोदय अस्तु भगिनि अस्तु हा अस्तु समीचीनं हा अतः किन्तु तत्र प्रत्यक्षः प्रत्यक्षः यः प्रत्यक्षः भवति सः प्रत्यक्षी भवति वा महोदय यथा शङ्खं धरति तादृश नास्ति इति मन्ये भगिनि तत्र अस्ति महोदय इनि प्रत्यय अस्ति प्रत्यक्षी हा वदतु भगिनि प्रत्यक्षयोगः इमि प्रत्यय अस्ति महोदय अस्तु प्रत्यक्षी भवितुं ओ अस्तु अतः यः प्रत्यक्षः अस्ति सः प्रत्यक्षी इति भवति वा इति शङ्खी चक्री इति वदामः किल किन्तु यस्य इति यस्य अथवा यस्मिन् इति तत्र प्रत्यक्षः इति तत्र प्रत्यक्षी भूय इति अस्ति किल महोदय शङ्खी भूय चक्री भूय इति वक्तुं शक्नुमः किल द्रष्टव्यमस्ति भगिनि द्रष्टव्यमस्ति किन्तु इदानीम् अत्र प्रत्यक्षी भूय इति इत्युक्ते किम् इति ज्ञातवन्तः अतः अग्रे सरामः अस्तु श्रीप्रिया भगिनी अग्रे भो भवत्स त्वं तु जीवन्मुक्तः असि सः द्वादशी मन्त्रस्य जपं कुर्वन् अस्ति इति कारणेन विष्णुः वदति भवान् तु जीवन्मुक्तः अस्ति इति तत्र मोक्षं प्राप्तवान् इति तादृश स्थितिः भवतः अस्ति इति तथापि जनन्याः इष्टार्थस्य पूर्णं तव कर्तव्यं यत् जननी अतः तत्र जीवन्मुक्तः इत्युक्ते मोक्षः मोक्षं प्राप्तवान् इत्युक्ते तत्र किमपि कार्यं करणीयं नास्ति इति खलु तत्र किमपि जीवने अपेक्षितं नास्ति किन्तु तथापि अतः पूर्वमेव जपस्य कारणेन सः मोक्षं प्राप्तवान् इति वा हा मोक्षं प्राप्तवान् अतः तत्र सः जीवन् अस्ति किन्तु तत्र तस्य किमपि एतत् करणीयमेव अस्ति तत्र कर्मस्य फलम् अनुभवितव्यम् इति तादृश किमपि नास्ति इति अतः तत्र सः तस्य इच्छा अस्ति करोति न वा इति तथापि जनन्याः इष्टार्थस्य पूरणं तव कर्तव्यं तथापि यत् भवत्याः जननी इच्छति तत् भवतः करणीयम् भवता करणीयं भवता करणीयं गुरूपदेशं विना एव सकल वेदवेदाङ्गज्ञानं तव भविष्यति गुरोः उपदेशं विना अपि भवतः विना एव भवतः भवान् ज्ञानं प्राप्तुं शक्नोति इति तत्र भविष्यति शक्नोषि तत्र सकल वेदवेदाङ्गज्ञानं तव भविष्यति तत्र साधारणतया तत्र ज्ञानं केन कारणेन भवति गुरु उपदेशेन एव भवति किन्तु अस्मिन् प्रसङ्गे तत्र गुरु उपदेशं विना एव भवति प्राप्तुं शक्नोति इति भवान् प्राप्तुं शक्नोति इति उक्त्वा अन्तर्हितः अभवत् अस्तु समीचीनं भगिनि तत्र सः इदानीं तत्र प्रत्यक्षः आसीत् पूर्वम् इदानीम् अन्तर्हितः अन्तर्ध्यानमपि अन्तर्ध्यानमपि उक्तं प्रायशः न वक्तुं शक्नुमः इति अन्तर्ध्यानम् ध्यानम् इत्युक्ते तत्र न अन्तर्ध्यानम् अन्तर्हितः अन्तर्ध्यानम् पर्यायपदं नास्ति इति मन्ये भगिनि हा तादृश किमपि अस्ति भगिनि पदं हा अन्तर्भूतः अन्तर्भूतः इति प्रायशः तादृशपदम् अस्ति हा वेद भगिनि तदेव भवती वक्तुम् इष्टवती वा तत्र अन्तर्भूतः इति अन्तर्ध्यानम् अन्तर्ध्यानः तत्र किञ्चित् किञ्चित् भिन्नम् अस्ति इति मन्ये भगिनि अस्तु किं भगिनि आविर्भवति इत्युक्ते प्रकटं यज्ञे एव तत् शब्दं प्रयुक्तमस्ति वा आयुर्भवन आविर्भव आविर्भव यज्ञे यज्ञे एव तत् शब्दं उपयोगं करोति अहं मन्ये इति वा भगिनि अस्तु तद् मया न अस्तु समीचीनम् अन्तर्दानः अभवत् इति प्रायशः रूपं वा अस्तु समीचीनम् अस्तु तर्हि अग्रे गच्छामः तर्हि इदानीं तत्र उषा भगिनी अग्रे पठति वा तत्र आम् महोदय ततः महीदासः नाम मात्रेण गुरुकुले किञ्चित् कालं वासं कृतवान् ततः अधुना महीदासः तस्य इष्टासं विना गुरुकुले किञ्चित् कालं वासं कृतवान् यद्यपि ततः इत्युक्ते तदनन्तरं तदनन्तरं महीदासः नाम मात्रेण तृतीयभक्ति अस्ति गुरुकुले व्यक्ति किञ्चित् कालं वासं कृतवान् नाम मात्रेण इत्युक्ते नेम् सेक् न महोदय नाम्ना केवलं तत्र केवलं गुरुः गुरुः उपदेशः किमपि नास्ति उपदेशं वा भवति वदतु भगिनि यद्यपि तस्य आसक्ति इत्युक्ते इष्टम् तस्मिन् विषये किमपि न उक्तं किन्तु तत्र महाविष्णु वदति एतत् उपदेशं विना एव भवति इति सः उक्तवान् अतः एषः महीदासः अतः आश्रमम् आश्रमे किञ्चित् कालं वासं कृतवान् वासं कृतवान् तत्र अतः तत्र आश्रमे तत्र गुरुकुलवासं किञ्चित् कालं कृत्वा किञ्चित् शीघ्रतया सः शीघ्रतया एव सः वेदवेदाङ्गं इति तृतीया समीचीनं भगिनि अस्तु ततः वेदवेदाङ्गादिज्ञानं तेन सम्पादितं कर्मणि प्रयोगे अस्ति वा महोदय तेन सम्पादितं किं सम्पादितं तेन सम्पादितम् अथवा सः सम्पादितवान् सम्पादनं कृतवान् तत्र सम्पादनं कृतवान् अस्ति चेत् तस्य पूर्वं किं भवति सः सम्पादनं कृतवान् समीचीनं अग्रे वेदवेदाङ्गादिज्ञानम् इत्युक्ते किं किं ज्ञानम् अस्ति महोदय तत्र चतुर्वेदाः सन्ति वेदाङ्गाः इत्युक्ते तत्र उपनिषदः पुराणाः शास्त्र तत्र दर्शनं षड् दर्शनाः सन्ति मीमांसा अस्ति न्यायशास्त्रम् अस्ति उत्तरमीमांसा तत्सर्वम् अन्तर्भूतः भवति भगिनि किञ्चित् कालमेव वासं कृत्वा सम्पादितवान्. ऋग्वेदभाष्यं कर्मकाण्डबोधकं ब्राह्मणग्रन्थं च सः विरचितवान्. ऋग्वेदभाष्यम् इति एकं, कर्मकाण्डबोधकम् अन्येकम् अस्ति, ब्राह्मणग्रन्थम् इति त्रीणि ग्रन्थानि विरचितवान् इत्युक्ते लिखितवान् महिदासः. तत्सर्वं तान् सर्वान् लिखितवान्. अत्र विरचितवान् इत्युक्ते वि उपसर्ग अस्ति न महोदय? सत्यं भगिनि. तस्य आधारेण सः राज्ञः हरिमेधसः द्वारा यज्ञं कारितवान्. कस्य आधारेण इत्युक्ते त्रीणि ग्रन्थानि लिखितवान्. तस्य आधारेण सः राज्ञः इत्युक्ते हरिमेधस राज्ञः, राजन् शब्दस्य षष्टिविभक्ति न महोदय? राज्ञः, राजन् इति नकारान्तपदं, तस्य षष्टि राज्ञः. हरिमेधसः द्वारा यत्र हरिमेधसः अपि तत्रापि किमस्ति विभक्तिका तत्र? हरिमेधसः राज्ञः हरिमेधसः, तत्र भावः कः तयोः मध्ये? विशेषणविशेष्यं महोदय. अतः राज्ञः षष्टिविभक्तौ अस्ति चेत् हरिमेधसः अपि षष्टिविभक्तौ एकवचने. हरिमेधस् इति प्रायशः हरिमेधसः, परन्तु तत्र नाम राज्ञः नाम अस्ति हरिमेधः. तत्र प्रथमविभक्तिरूपं तत्र अस्तु. तत्र शुभदा भगिनी आगता अस्ति, सा सकारान्तपदस्य विषये. मनस् इति नपुंसकलिङ्गपदमस्ति. हरिमेधः अस्ति वा महोदय? शुभदा भगिनी वक्तुमिच्छति वा? विद्वान् इव गच्छति वा महोदय? विद्वान् इति तत्र नकारान्तपदम् अस्ति. वेदस् वेदस् इति अस्ति तत्र प्रथमाविभक्ति एकवचने. तत्र वेदाः इति अस्ति खलु भगिनि? अतः हरिमेधाः इति. किञ्चित् अग्रे एतत् पश्यामः. किन्तु तत्र सकारान्तपदम् अस्ति, पुल्लिङ्गसकारान्तपदम् अस्ति इति. हरिमेधाः मेधसः द्वारा यज्ञं कारितवान्. तत्र द्वारा अस्ति चेत् द्वारा अपि तत्र अस्माकं प्रवर्तमानविषयः कः? तत्र उपपदविभक्तयः खलु. तत्र द्वारा अपि उपपदम् एव. तस्य पूर्वपदस्य षष्टिविभक्ति भवेत् इति. पूर्वपदस्य प्रभावः अस्ति. पूर्वपदस्य उपरि द्वारा इति पदस्य प्रभावः भवति. अतः तत्र षष्टिविभक्तिरूपं भवति. वदतु भगिनि, द्वारा इति पुस्तके नास्ति किल, तत्र भवति वा, अग्रे आगच्छति वा उपपदविभक्ति? पुस्तके न दत्तं, पुस्तके न दत्तं भगिनि, किन्तु जानीमः. परन्तु तत्र पुस्तके न दत्तम् अस्ति, किन्तु तत्र प्रवर्तमानः विषयः एष सः एव खलु, उपपदविभक्तिः इति. अतः सा एव विषयः इति कृत्वा तदपि वक्तव्यम् इति खलु. तावदेव. किन्तु तत्र केवलं तत्र किम् आसीत् यत् वयं कृतवन्तः, तत्र विना इति आसीत्, गुरुपदेशं विना इति. व्यवहारे तु वयं कुर्मः, परन्तु कुत्रापि अस्ति वा इति मम प्रश्नः. अस्मिन् पुस्तके नास्ति भगिनि, स्थापितव्यम् अग्रिमे मुद्रणे वयं सूचनां कुर्मः. अस्तु समीचीनं भगिनि. राज्ञा इति तृतीया, राज्ञा राज्ञा कारितवान्, राज्ञा द्वारा न किन्तु राज्ञा कारितवान्, कारितवान्, निच् निच् प्रत्यय अस्ति महोदय, सत्यं भगिनि, राज्ञा हरिमेधसा राज्ञा कारितवान्, कारितवान्, तदीयं वैदुष्यं दृष्ट्वा, तदीयम् इत्युक्ते तस्य तस्य तस्य तस्य इदमस्ति न महोदय, तस्य इदम् इति तत्र किं भवति, तत्र तदीयम् इति तत्र विशेषणं भवति, तत्र वैदुष्यम् इति, अतः तदीयं वैदुष्यम् इति विशेषणविशेषभावः, तदीयं वैदुष्यं दृष्ट्वा सन्तुष्टः राजा हरिमेधाः, हरिमेधाः प्रथमरूपं, हरिमेधाः तस्मै प्रभूततया स्वर्ण स्वर्णदक्षिणादिकं दत्तवान्, वैदुष्यम् इत्युक्ते विदुषः, हा तत्र सः विद्वांसः अस्ति, विद्वस् विद्वस् इति पदं, हा हा सकारान्तपदम् अहं पूर्वं दोषतया उक्तवान्, सत्यं सत्यं, विद्वान् इति प्रथमविभक्तिरूपं किन्तु सकारान्तपदं विद्वस् इति, वैदुष्यं दृष्ट्वा तस्मिन् वैदुष्यं दृष्ट्वा सन्तुष्टः राजा हरिमेधाः तस्मै तस्मै कस्मै इत्युक्ते महिदास प्रभूततया, प्रभूततया इत्युक्ते किञ्चित् इति न किन्तु अबन्डन् बहु बहु इति बहु प्र उपसर्ग अस्ति वा महोदय तत्र, प्र इति उपसर्गः, सत्यं भगिनि, तत्र प्रथमविभक्तिरूपं किम् अस्ति तत्र प्रभूततया इति पदस्य प्रथमविभक्तिरूपं किं, प्रभूततया तृतीयविभक्ति अस्ति अत्र, प्रभूत प्रभूतं प्रभूतत प्रभूततः प्रभूता न स्त्रीलिङ्ग अस्ति वा महोदय, प्रभूत प्रभूत इति स्त्रीलिङ्गं नास्ति, स्त्रीलिङ्गे प्रभूतता स्त्रीलिङ्ग अस्ति न महोदय, स्त्रीलिङ्ग स्त्रीलिङ्गपदं भगिनि, तत्र कीदृश तत्र किमर्थं तृतीया इत्युक्ते भाववाचकतृतीया तत्र प्रभूतता इति, तत्र भाववाचकतृतीया इति न किन्तु तत्र प्रभूतता किमस्ति, भावः अस्ति प्रभूतम् इति, तस्य भावः प्रभूतत्वम् अथवा प्रभूतता इति, तत्र प्रभूतता इति पदस्य तृतीया प्रभूततया, अपि तत्र पूर्वमपि वैदुष्यम् इति, तत्र गुणमस्ति विदुषे यत् गुणमस्ति तदस्ति विदुषी, विद्वान् विद्वान् यः अस्ति तस्मिन् किम् अस्ति इत्युक्ते तस्मिन् वैदुष्यम् अस्ति भावः, पुनः उन्नतः औन्नत्यं, वैदुष्यम् इत्युक्ते कथं स्वीकुर्मः महोदय, वैदुष्यं तत्र भाव भावः भगिनि, तत्र सुन्दरता सौन्दर्यं औन्नत्यम् उन्नतः तादृश तत्र वैदुष्यम् इति अपि, वेल् लर्न्ड् मेन् किन्तु तस्मिन् तस्मिन् वैदुष्यम् अस्ति, विद्वान् अस्ति तस्मिन् विदुषी वैदुष्यम् अस्ति इति, तत्र एतत् विभक्तिरूपाणि पश्यामः अग्रे, तत्र विद्वा विद्वस् विद्वान् इति तत्सर्वम् अग्रे आयाति, महोदय तत्र प्रभूता इति पदमस्ति किल, प्रभूतता नास्ति किल, प्रभूता इत्यस्मिन् इत्यस्य प्रभूततया भवति तृतीयविभक्ति किं, सम्यक् वा महोदय, किन्तु भगिनि प्रभूता इति आकारान्तपदम् लतया भवति किल, तत्र लतया भवति, अस्तु लतया भवति, प्रभूता इत्यस्य प्रभूतया भवति, प्रभूतया भवति, किन्तु तत्र प्रभूततया इति अस्ति, प्रभूततया तत्र कथं भवति प्रभूता इति अस्तु परन्तु प्रभूता एव शब्दं प्रभूतता अपि शब्दम् अस्ति वा महोदय प्रभूतता इति भावः भगिनि ओ अस्तु तत्र तत्र सुन्दरता सुन्दरता अस्तु सुन्दर सुन्दरता औन्नत्यं सुन्दरता इति स्वीकरोतु अस्तु महोदय धन्यवादः अतः तत्र प्रभूतता इति परन्तु प्रभूतया अपि वक्तुं शक्यते किल तत्र अर्थं भिन्नं भवति वा प्रभूतं हा तत्र प्रायशः तत्र प्रभूतं सुवर्णादि सुवर्णदक्षिणादिकं दत्तवान् तत्र तत् वक्तुं शक्नुमः अस्तु आम् द्वितीयविभक्तौ अस्तु हा द्वितीयविभक्तौ विशेषणमिति रूपं स्वीकृत्य आम् आं सत्यं हा किन्तु अत्र विशेषणमिति नास्ति तत्र हा कीदृश आदिकं सः दत्तवान् इत्युक्ते तत्र प्रभूततया दत्तवान् ओ अस्तु अवगच्छामि महोदय धन्यवादः महोदय सुन्दरस्य भावः सौन्दर्यम् अपि तु प्रभूततया अपि भावः अस्ति न महोदय सत्यं भगिनि महोदय प्रभूततया भावं प्रभू तत्र सुन्दरः इति पदस्य भावद्वय भाववाचकपदद्वयम् अस्ति तत्र सौन्दर्यम् एकम् अपि अन्यत् अस्ति सुन्दरता इति अत्रापि आगच्छति वा महोदय हा तत्र न स्मरामि भगिनि तत्र कुत्र कुत्र प्रथमरूपं भवति कुत्र कुत्र द्वितीयरूपं भवति इति न स्मरामि तत्र नियमाः सन्ति किन्तु प्रायशः तस्मिन् विषये अग्रे गीता सोपाने द्वितीयभागे यत् तत्र अग्रे भवति इति मन्ये भगिनि तत्र अत्र न वा अथवा हा क्षम्यताम् अत्र न किन्तु तत्र गीताप्रवेशे प्रथमभागे अस्ति भगिनि अस्तु महोदय तस्मै प्रभूततया स्वर्णदक्षिणादिकं दत्तवान् हा अतः तत्र आदरं कृतवान् अपि आदरं कृत्वा अपि तस्य पुत्री अपि स्वकन्या अपि तस्मै दत्ता तेन अत्रापि कर्मणि प्रयोगे अस्ति तत्र तेन इत्युक्ते केन तेन इत्युक्ते महिदास महिदासः न महिदासेन दत्ता वा न महोदय स्वकन्या अपि तस्मै इत्युक्ते महिदासः महिदासः इति तस्मै इत्युक्ते महिदासः तत्र महिदास इति विभक्ति सम्यक् विभक्ति तत्र किम् अस्ति का अस्ति भगिनि तत्र महिदासः सकारान्तः महिदास अकारान्तपदं तस्मै महिदासाय दत्तवान् दत्ता तेन महिदासाय दत्त हरिमेधाः इदानीं सम्यक् राज्ञा हरिमेधसा दत्ता स्वकन्या दत्ता कस्मै दत्ता इत्युक्ते महिदासाय दत्ता तत्र दत्ता इत्युक्ते का किन्तु सा का अत्र पुत्री किं भगिनि स्त्रीलिङ्गं रूपं स्त्रीलिङ्गरूपं समीचीनं पुत्रीं दत्ता तस्य पुत्रीं दत्ता न तस्य पुत्रीं तस्य पुत्री दत्ता इति वक्तुं शक्यते तस्य पुत्री तत्र तस्य इत्युक्ते कस्य अस्तु राज्ञा तस्य पुत्री तत्र अस्तु दत्तवान् अस्ति वा दत्ता अस्ति वा तत्र दत्ता अस्ति चेत् तत् विशेषणं भवति स्वकन्या इति पदस्य यदि तत्र वदतु भगिनि तत्र कर्मणि प्रयोगे भवति महोदय, स्वकन्या दत्ता इति भवति. हा तेन कर्मणि प्रयोगः. स्वकन्या दत्ता यदि कर्तृप्रयोगं कुर्मः, राज्ञः स्वकन्या दत्तवान् इति भवति. राजा स्वकन्या दत्तवान् भवति. नो चेत् स्वकन्या इति भवति किल, स्वकन्यां प्रथमा, तत्तु कर्तृप्रयोगे. कर्तृप्रयोगे इदानीं कर्तृप्रयोगरूपमेव वदति वा कर्मणि वा? कर्तृ तु राजा स्वकन्यां दत्तवान्, महीदासाय दत्तवान्. अत्र अस्ति कर्मणि रूपं. समीचीनं भगिनि. अस्तु अस्तु, धन्यवादः भगिनि उषा भगिनि. अस्तु अग्रे. हा अस्तु, वंशी भगिनि भवती एव अग्रे पठति वा? आं महोदय, श्रूयते किल सम्यक्. महीदासः ततः प्रतिगत्य प्रवृत्तं सर्वं निवेद्य मातरं नमस्कृतवान्. अस्तु, महीदासः तत्र ततः गत्वा सः प्रवृत्तं सर्वम् इत्युक्ते किमपि यत् सः प्राप्तवान् तत् सर्वं मातरं प्रति निवेदनं कृतवान् इत्युक्ते सः सर्वं दत्तवान् मातरं दत्तवान् महोदय. भगिनि तत्र महीदासः ततः प्रतिगत्य, ततः प्रतिगत्य इत्युक्ते ततः इत्युक्ते राजसभात्, तत्र ततः राजसभात् अथवा राज्ञप्रासादात्, प्रासादतः सः प्रतिगत्य तत्र तत् त्यक्त्वा तत्र लभन्तमस्ति प्रतियो गम् धातु प्रतिगत्य प्रवृत्तं सर्वं तत्र विशेषणं यत् या घटना तत्वा याः घटनाः अभवन् ताः घटनाः सर्वं सर्वाः सः मातरं विवृतवान् निवेद्य इत्युक्ते तत्र यद्यद् अभवत् तस्य विवरणं कृतवान्. निवेद्य इति दत्तवान् अपि भवितुमर्हति वा? किन्तु तत्र प्रवृद्धं सर्वं निवेद्य इत्युक्ते तत्र केवलं यद्यद् अभवत् तस्य तस्य विषये किमपि नास्ति इति मन्ये भगिनि, किन्तु प्रवृद्धं सर्वं निवेद्य तदपि प्रायशः भवितुम् अर्हति. किन्तु अस्तु, किन्तु अहं चिन्तितवान् तत्र केवलं यत्यत् अभवत् तत् सर्वं सः तस्य विवरणं कृतवान् इति. अस्तु, मातरम् इत्युक्ते तत्र द्वितीयविभक्तौ अस्ति महोदय. किमर्थं मातरं नमस्कृतवान् तत्र? यद्यपि नमः शब्दः चतुर्थीविभक्ति प्राप्नोति, नमस्करोति इति द्वितीया एव प्राप्नोति, द्वितीया एव भवति. अपि तत्र सः किमपि न दत्तवान् तत्र निवेद्य इति अस्ति तत्र खलु, तत्र मात्रे इति नास्ति खलु, मात्रे इति चतुर्थीरूपम्. ओ अस्तु, तत् सम्यक् महोदय. निवेदनं दत्तवान् इति दत्तवान् अस्ति चेत् दत्तवान् अस्ति चेत् तत्र किन्तु मात्रे भवति खलु भगिनि, तत्र चतुर्थी नास्ति तत्र. कृतवान् इति भवति किल, तत्र मातरं नमस्कृतवान् भवति, सर्वं निवेद्य मातरं नमस्कृतवान् तत्र नमस्कृतवान् मातरं सह तेन सम्बन्धः भवति किल तत्र? सत्यं, किन्तु अहं तत्र निवेद्य इत्युक्ते प्रायशः तदपि सर्वमपि मात्रे दत्त क्षम्यतां कृतवान् निवेदयति उक्तवान् इति एव मम मनसि अस्ति, उक्तवान् इति सर्वं उक्तवान् नो चेत् सर्वं दत्तवान् किमपि भवतु, सर्वं मात्रे अर्पितवान्. अस्तु अर्पितवान्. अस्तु, पुत्रस्य अभ्युदयं दृष्ट्वा इतरा नितरां सन्तुष्टा अभवत्. पुत्रस्य प्रकृतिः दृष्ट्वा इतरा इत्युक्ते तस्य माता नितरां सन्तुष्टा अभवत्। तत्र प्रभूता प्रभूतं सन्तोषम् तत्र इतरा सन्तुष्टा नितरां सन्तुष्टा अभवत्। तत्र कस्य पदस्य अन्वयः भवति महोदय? इतरा सन्तुष्टा भवति वा? तत्र कस्य पदस्य? इतरा सन्तुष्टा अभवत्। अस्तु, सन्तुष्टा अभवत्, सन्तुष्टा अभवत्। तत्र सन्तुष्टा अभवत्। इतरा इति पदस्य विशेषणं सन्तुष्टा। अस्तु, पुत्रादीन् प्राप्य महीदासः उत्तमं गार्हस्थ्यजीवनं यापितवान्। अस्तु, तत्र गृहस्थः यः अस्ति तस्य भावः गार्हस्थ्यम्, अतः गार्हस्थ्यजीवनम्। पुत्रादीन् प्राप्य इत्युक्ते किम् अस्ति तत्र? पुत्रादीन् इदानीं तस्य विवाहः अभवत्। ओ अस्तु, तत् न उक्तवान् तत्र स्वकन्या अपि तस्मै दत्ता तेन। क्षम्यताम्। अतः तत्र पुत्रादीन् प्राप्य महिदासः पुत्रान् प्राप्य पुत्रादीन् इत्युक्ते किम् अस्ति तत्र? पुत्रादीन् तत्र पुत्रा पुत्री आदि तत्र एकः एव पुत्रः अथवा इति न, किन्तु तत्र विवाहानन्तरं यत् तत्र सर्वं प्राप्य महीदास उत्तमं गार्हस्थ्यजीवनं यापितवान् तत्तु। अतः तत्र जीवनस्य इदानीं तत्र एतावत् तस्य अन्य जीवनम् अन्यरीत्या यापितवान्, इदानीं तत्र किञ्चित् परिवर्तनम् अस्ति। अतः तत्र सः गार्हस्थ्यजीवने इत्युक्ते प्रगतिः इति भगिन्या उक्तम् अभियोगः अभ्युदयं प्रगतिः एव भगिनि। तत्र सः इदानीं तत्र लौकिकजीवने अपि सः अग्रे गतवान् अस्ति खलु। इति अभ्युदयं दृष्ट्वा अभियोगः उदयं प्रगतिः इति समीचीनम् इति मन्ये भगिनि। अस्तु अग्रे तत्र गीताञ्जलि भगिनी किञ्चित् पठति वा तत्र? आम् महोदय। तेन विरचितः ब्राह्मणग्रन्थः महीदास ब्राह्मणत्वेन ख्यातः जातः। तेन विरचितः इत्युक्ते केन विरचितः? महीदासेन विरचितः ब्राह्मणग्रन्थः महीदासब्राह्मणत्वेन ख्यातः जातः। सः तत्र ब्राह्मणग्रन्थस्य नामकरणम् अभवत्। सः न नामकरणं कृतवान्, किन्तु अन्ये तस्य ग्रन्थस्य नामकरणं कृतवन्तः। महीदासब्राह्मणम् इति तत्र ब्राह्मणग्रन्थः एकम् एषः कृतवान् खलु, ऋग्वेदभाष्यं कर्मकाण्डबोधकं ब्राह्मणग्रन्थं च सः विरचितवान्। तत्र अतः तत्र नामकरणं तस्य नाम एव उपयुज्य नामकरणम् अभवत् इत्युक्ते सर्वे तदा सर्वे इति ग्रन्थः इति एषः ग्रन्थः कः इत्युक्ते एषः महिदास ब्राह्मणग्रन्थः इति महिदासब्राह्मण ग्रन्थः इति प्रसिद्धः हा इति प्रसिद्धः अभवत् तस्य ख्यातः तस्य प्रसिद्धिः सः ग्रन्थः प्रसिद्धः अभवत् इत्युक्ते बै देट् नेम् हा तेन नाम्ना इति तत् द्वे पदे कर्मणि प्रयोगे एव स्तः किल महोदय तेन विरचित ब्राह्मणग्रन्थः महिदासत्वेन ख्यातः जातः हा सत्यं भगिनि हा हा हा सत्यं सत्यं विरचितः तेन विरचितः महिदासब्राह्मणत्वेन ख्यातः जातः समीचीनं भगिनि हा सत्यं सत्यं समीचीनं तत्र ग्रन्थः कीदृशः इत्युक्ते महिदासेन विरचितः ग्रन्थः अपि महिदासब्राह्मणत्वेन नाम्ना अपि ख्यातः ग्रन्थः समीचीनं भगिनि हा नाम्ना इति हा तदा महिदासः अवदत् मम माता प्रतिकूल स्थितौ अपि मम पोषणं कृतवती यदा सः यदा तस्य ग्रन्थः महिदासब्राह्मणत्वेन ख्यातः जातः तदा महिदासः इति वदति उक्तवान् मम माता प्रतिकूलस्थितौ अपि मम पोषणं कृतवती इत्युक्ते मम माता कारणेन एव मम पोषणं अभवत् न भगिनि तत्र मम पोषणं मम माता मम पोषणं कृतवती किन्तु तत्र स्थितिः कीदृशी आसीत् अनुकूलः नासीत् इत्युक्ते मम माता एव मम पोषणं कृतवती अपि तत्र सा तत्र प्रतिकूलस्थितौ आसीत् खलु तत्र पतिः नास्ति अपि तत्र आश्रमे आसीत् पूर्वं किन्तु तत्र आश्रमं त्यक्त्वा अन्यत्र वासम् आरब्धवती अतः तत्र अनुकूलाः सन्ति इति न वक्तुं शक्नुमः खलु तस्याः जीवने आपत्तिकाले हा इति हा तादृश तादृशार्थे तत्र प्रतिकूलस्थितौ अपि तस्यां स्थितौ अपि सा मम पोषणं पूर्णतया कृतवती हा महिदासस्य पोषणं कृतवती तस्य पालने किमपि तत्र कोऽपि तत्र क्लेशः तत्र कष्टः नासीत् सम्यक्तया तः सा पोषणं कृतवती प्रतिकूलस्थितौ इत्युक्ते सप्तमी तत्र स्थितिः स्थितौ मतिशब्दः स्थितिः मतिशब्दवत् स्थितौ सप्तमी एकवचने समीचीनं भगिनि हा पत्युः उपेक्षाम् अनुभवन्ति अपि सा मह्यं सत्संस्काराणां दाने बद्धादरतां दर्शितवती इत्युक्ते पत्युः पत्युः इति विभक्ति का तत्र पत्युः तु षष्टि इत्युक्ते पति यस्य सः उपेक्षा हा तत्र पतिः अस्ति माण्डूकिमुनिः अतः माण्डूकिमुनेः उपेक्षाम् इत्युक्ते अनादरम् उपेक्षाम् इत्युक्ते अनादरं वा महोदय महोदय, अत्र पत्युः इति पञ्चमी भवति भवितुम् अर्हति वा? फ्रोम् पति अनुभवन्ति, अहं चिन्तयामि षष्ठी इति मन् इति भगिनि, पत्युः इति हिज् उपेक्षा, तस्य अनादरम् इति फ्रोम् हिम् इति मम चिन्तनम् अस्ति भगिनि. पञ्चमी भवति न वा इति न जानामि, किन्तु षष्ठी भवति इति जानामि, पञ्चमी भवति इति तत्र द्रष्टव्यम् अस्ति. अस्तु अस्तु अस्तु भगिनि. उपेक्षा इति पदस्य विषये महोदय, उपेक्षा अपि एकम् अन्य अर्थः अपि अस्ति न तत्र? उपेक्षा इत्युक्ते उपेक्षा, अस्तु, उप आयाति चेत् उप इक्षा, उप इक्षा, तत्र अनादरः अथवा अवमाननम्. अपेक्षा इत्युक्ते तादृश तादृश सत्यं भगिनि, हा तादृशं किमपि अस्ति सत्यं. तत्र अनादरः, अवमाननम् अथवा उपेक्षा. पत्युः उपेक्षाम् अनुभवन्ति इत्युक्ते किम् अनुभवन्ति? उपेक्षाम् अनुभवन्ति कस्य? अनुभवन्ति इति कीदृशपदम्? शत्रन्त स्त्रीलिङ्ग अनुभवन्ति अपि सा मह्यं सत्संस्काराणां दाने बद्धादतरां दर्शितं. बद्ध आदरताम्, बद्ध आदरताम् इत्युक्ते कदापि न त्यजति. हा, तत्र तस्मिन् सावधानं सर्वदा तस्याः आसीत्. तत्र सत्संस्काराणां धाने तस्याः सावधानं तत्र आदरता सर्वदा आसीत्, दर्शितवती. यत् पूर्वं वयं पठितवन्तः खलु, तत्र तथापि पुत्राय उत्तमसंस्काराणां धाने सा प्रवृत्तिं तु न परित्यक्तवती. अतः सः एव अर्थः अत्रापि, मह्यं सत्संस्काराणां धाने बद्धादरतां दर्शितवती. बद्ध आदरताम् इति एकं, तत्र पुनः बद्धादरः, बद्धादरः यः यः आधारः प्रकटयति, तत्र बद्धः कस्मिन् कश्चन कस्मिन् तत्र कोऽपि विषयः अस्ति, कस्मिन् आदरः आदरः प्रकटयति तत्र बद्धादरः. अत्र बद्धादरता इति पुनः तत्र भावः, तं भावं दर्शितवती. एतादृशीं मातृत्वेन प्राप्तवान् अहं धन्यः. एतादृशीम् इत्युक्ते, एतादृशीम् इत्युक्ते प्रकारेण मम मातुः कारणे तत्र एतादृशीम् इति तदनन्तरं किं पदं स्थापितुं शक्नुमः? सौलभ्य अवगमनार्थं तत्र किं पदं स्थापितुं शक्नुमः? तत्र पत्युः उपेक्षाम् अनुभवन्ती अपि सा मह्यं संस्काराणां धाने, सा इत्युक्ते तस्य माता, सा मह्यं सत्संस्काराणां धाने बद्धादरतां दर्शितवती. एतादृशीं महिलां मातृत्वेन, अस्तु अस्तु एतादृशी माता अपि एतादृशी किन्तु तत्र पुनः माता इति वदामः माता एव तत्र सूचितं मातरम् इति एव सूचितं किन्तु तत्र माता इति वदामश्चेत् तत्र मातृत्वेन इति तत्र लाभः न भवति अतः तत्र एतादृशीं महिलां मातृत्वेन प्राप्तवान् अहं धन्यः अहं धन्यः एतादृशीं महिलां मातृत्वेन प्राप्तवान् अहं धन्यः अहं धन्यः अहं धन्यः किं किं कारणेन प्राप्तवान् अहं प्राप्तवान् इति धन्यः किं प्राप्तवान् इति धन्यः महिलायाः तत्र मातरं प्राप्तवान् इति किन्तु एतादृशी मातरम् एतादृशीं मातरं प्राप्तवान् अथवा एतादृशीं मातृत्वेन प्राप्तवान् इति समीचीनं भगिनि महोदय एकः प्रश्नः क्षम्यतां तत्र यदि महिलां न योजयामः तत्र एतादृशी मातृत्वेन इति वक्तुं शक्यते वा शक्यते भगिनि तत्र तदेव रूपं दत्तमस्ति तत्र प्रायशः एतादृशीं ताम् इति प्रायशः तत्र सा इति अस्ति खलु पूर्वं सा इति अस्ति अतः अन्वयः कुत्र भवति तत्र एतादृशीम् इत्युक्ते यत् कर्तृपदं पूर्वस्मिन् वाक्ये आसीत् तत्र अन्वयः भवति खलु एतादृशी ताम् अस्तु अतः तत्र भावः अस्ति अत्र न मातृत्वं सत्यं भगिनि समीचीनं मातृत्वम् अपि तत्र बहुत्र एतद् अस्ति खलु तत्र प्रभूततया इदानीं तत्र मातृत्वेन तत्र सत्यं भगिनि मातृत्वेन मातृत्वं मातृत्वम् इति भावः मातुः भावः मातृत्वं तत्तेन इति समीचीनम् अस्तु अग्रे भगिनि प्राप्तवान् अहं धन्यः अस्तु अतः इतः परं मया रचितः ब्राह्मणग्रन्थः ऐतरेयब्राह्मणत्वेन निर्दिष्टः भवतु इत्युक्ते यः ग्रन्थः अधुना तु महीदासब्राह्मणत्वेन मम नाम्ना यः ग्रन्थः प्रसिद्धः आसीत् अस्ति अस्ति अधुना तु अस्ति किन्तु नूतन नाम इतः परं मया रचितः नूतन नाम भवेत् तस्य ग्रन्थस्य नूतन नाम भवेत् भवतु नूतन नाम किम् ऐतरेय ब्राह्मण इति तस्य नाम भवतु तत्र तत्र ऐतरेयः इति किमर्थं तत्र इतरस्य इतरायाः पुत्रः तद्धितप्रत्यय सः इतरायाः सम्बन्धः अस्ति तस्य मातुः नाम इतरा तेन कारणेन ऐतरेय ब्राह्मण ग्रन्थः इति सः तस्य नामकरणं भवतु तन्नाम्ना जनाः मम मातुः श्रेष्ठतां जानन्तु तत्कारणेन वयम् इति कथा पठामः सत्यं सत्यं किन्तु तत्र जनाः मम मातुः श्रेष्ठतां जानतु श्रेष्ठता पुनः श्रेष्ठता ईदृशमाता मम आसीत् इत्युक्ते तत् कारणेन मम माता श्रेष्ठा इति मम माता श्रेष्ठा अस्ति इति सर्वे जनाः जानन्ति जानन्तु तत्र तन्नाम्ना इत्युक्ते तत् नाम्ना तृतीय हा तत्र कारणं भवति तत्र नाम अस्ति नामकरणम् भवति चेत् तेन नाम्ना ते जानन्ति तत्र नामकरणं भिन्नम् आसीत् चेत् तत्र न जानन्ति तत्र इतरा इति महिला आसीत् इति ते न जानन्ति केवलं महिदासः आसीत् कः महिदासः अस्तु तस्य माता एका आसीत् इतरा इति किन्तु इदानीं तत्र माता आसीत् इतरा इति माता आसीत् केवल एका माता न किन्तु बहु उत्तम माता समीचीनं भगिनि तत्कारणेन सा किं कीदृशी माता तस्य आसीत् इति सर्वे जनाः तस्य तत्र ज्ञातुं शक्नुवन्ति इति सा श्रेष्ठा श्रेष्ठा माता इति सर्वे जानन्तु इति अतः तत्र नामकरणस्य तत्र नूतननाम नामकरणं कृतवान् ऐतरेय ब्राह्मणग्रन्थः इति केन सर्वे सर्वे जनाः जानन्तु ऐतरेय ब्राह्मणग्रन्थत्वेन जानन्तु हा तत्र ऐतरेय ब्राह्मणग्रन्थः इति अस्ति चेत् तत्र प्रश्नः भवति एतत् नामकरणं किमर्थम् एतत् नामकरणम् अभवत् इति ऐतरेयः इत्युक्ते किम् इति अतः तत्र ते ज्ञातुं शक्नुवन्ति अस्तु ऐतरेयः अस्तु तत्र इतरा इति किमपि तत्र सम्बन्धः अस्ति इतरा का इति प्रश्नः उदेति इति अतः इतरायाः विषये ते ज्ञानं प्राप्नुवन्ति इतरायाः श्रेष्ठतायाः ज्ञानं तेषां भवति इतरायाः श्रेष्ठतायाः ज्ञानं तेषां भवति एकः प्रश्नः अस्ति ऐतरेय उपनिषत् तु अस्ति किन्तु माण्डूक उपनिषद् अपि अस्ति तत् भिन्न माण्डूक अस्ति वा मुने हा तत् न जानामि भगिनि समीचीनप्रश्नः तत्र माण्डूकी मुनिः तस्य एव माण्डूक्य उपनिषद् वा इति हा द्रष्टव्यमस्ति भगिनि समीचीनप्रश्नः सः मुनिः तु किञ्चित् असमीचीनः सत्यं भगिनि न जानामि किन्तु प्रश्नः तु समीचीनः द्रष्टव्यः महोदय अन्यः प्रश्नः तत्र तन्नाम नाम्ना नो चेत् तन्नाम इति द्वयोः पदयोः अर्थः समानं वा नो चेत् न न भगिनि तत्र तन्नाम इत्युक्ते तन्नाम ग्रन्थः इति प्रायश किमपि भवति किन्तु तत्र नाम्ना इति तृतीया तेन कारणेन इति अर्थं तु अर्थं जानाति अस्तु कर्मणि प्रयोगं भवति परन्तु तन्नाम इति बै दट् नेम् समानम् अर्थमेव भवति वा तन्नाम इति प्रायः न भगिनि तन्नाम इत्युक्ते किं महोदय कुत्रचित् पश्यन्ति अस्मि परन्तु तत्र सम्यक् अवगमनं न भवति तन्नाम इत्युक्ते तस्य नाम अथवा तद् नाम इति प्रायशः तावदेव अस्ति इति मन्ये भगिनि नाम इति नपुंसकलिङ्गपदम् आं महोदय अतः तत् नाम तन्नाम इति प्रायशः भवति अस्तु अस्तु महोदय अतः केवलं नाम इति एव अर्थः भवेत् इति मन्ये भगिनि बहुषु पुस्तके स्पोकन् संस्कृत मध्ये एकं दत्तं भिन्न अस्ति किन्तु तन्नाशः तन्नाशः पुंलिङ्गपदं दत्तं डिस्ट्रक्षन् आफ् देट् नेम् आफ् देट् बै देट् नेम् आफ् देट् इति ऊहां कर्तुं अस्तु अस्तु भगिनि किन्तु तत्र केवलं नाम इति एव भवति इति मन्ये भगिनि तन्नाम तत्र तस्य नाम अथवा तन् तद् नाम तस् प्रायशः तस्य नाम इति अपि भवितुम् अर्हति इति मन्ये भगिनि अस्तु अग्रे शुभदा भगिनी पठितुम् इच्छति वा धन्यवादः धन्यवादः भगिनि आं महोदय तस्मात् दिनात् स च ब्राह्मणग्रन्थः ऐतरेय ब्राह्मणत्वेन निर्दिश्यमानः जातः सः ब्राह्मणग्रन्थः महिदासविरचितब्राह्मणग्रन्थः ऐतरेयब्राह्मणत्वेन निर्दिष्टः भवतु इति महिदास उक्तवान् सः ब्राह्मणग्रन्थः ऐतरेयब्राह्मणत्वेन निर्दिश्यमान प्रसिद्धः जातः तत्र सर्वे तस्य सः एव तत्र तदेव नाम उपयुज्य तत्र ऐतरेयब्राह्मणग्रन्थः इति एव तत्र तेन नाम्ना एषः ग्रन्थः प्रसिद्धः अभवत् व्यवहारे तत्र कीदृशव्यवहारः आसीत् इत्युक्ते तत्र ओ ऐतरेयब्राह्मणः ग्रन्थः एषः इति एव व्यवहारः आसीत् स च ग्रन्थः स च इत्युक्ते कीदृशं प्रयोगः महोदय एषः ग्रन्थः एतादृशः ग्रन्थः सः वा सः च ग्रन्थः इत्युक्ते एषः ग्रन्थः एतादृशग्रन्थः इति चिन्तयतु स च ग्रन्थः त्यागमय्याः वात्सल्यमय्याः स्वाभिमानवत्याः च इतरायाः चरित्रं स्मारयति अद्यापि तत्र स च ग्रन्थः इत्युक्ते अस्य ग्रन्थस्य विषये एतत् सर्वं वयम् उक्तवन्तः तादृशग्रन्थः तत्र स च ग्रन्थः तत्र बहु किमपि वक्तव्यमासीत् अपि तत् उक्तम् अस्माभिः तादृशः ग्रन्थः एतादृशग्रन्थः स्मारयति स्मारयति ग्रन्थः स्मारयति अद्यापि किं स्मारयति इतरायाः चरित्रं स्मारयति इतरायाः चरित्रं स्मारयति अपि च त्यागमयी वात्सल्यमयी स्वाभिमानवती इतरा इति विशेषणानि अस्ति इतरायाः इतरा इति शब्दस्य अतः इतरायाः इति षष्ठी विभक्ति भवति तत्कारणेन त्यागमय्याः वात्सल्यमय्याः स्वाभिमानवत्याः इति नद्याः वत् भवति तस्य त्यागमयी वात्सल्यमयी स्वाभिमानवती च इतरायाः चरित्रं स्मारयति अद्यापि अतः तत्र ऐतरेयब्राह्मणः ग्रन्थः यः अस्ति तस्य नामकरणं किमर्थं कृतम् इति इदानीं वयं सर्वे जानीमः इतरा इति महिला श्रेष्ठा महिला आसीत् इति अपि वयं जानीमः तत्र इतरायाः विषये प्रायशः सर्वे न जानन्ति इति मन्ये खलु अहमपि एतत् एतां कथां पठित्वा एव तस्याः विषये किञ्चित् ज्ञानं प्राप्तवान् अतः तत्र यदि वयं पश्यामः तत्र पुस्तके भारतीयमहिलानां प्रसिद्धाः महिलाः याः सन्ति इति किमपि तत्र आवली अस्ति चेत् तत्र इतरायाः नाम तत्र न भवति इति मन्ये साधारणतया इति मन्ये खलु इदानीं तत्र तस्याः नाम स्थापितुं शक्नुमः इति पदस्य विषये किञ्चित् विवरणतु महोदय स्वाभिमान स्वाभिमान इत्युक्ते स्व अभिमानम् तत्र अनाधारम् आसीत् खलु तस्य तत्र पत्युः अनादरः आसीत् किन्तु न स्वीकृतवती स्वाभिमानं न त्यक्तवती महोदय स च ग्रन्थः इत्युक्ते सः अपि ग्रन्थः द्वयं सः च ग्रन्थः त्यागमय्याः वात्सल्यमय्याः स्वाभाविन स्वाभाभिमानवत्याः च पुत्रायाः चरित्रं स्मारयति अद्यापि स च ग्रन्थः विसर्गः लोपः भवति भगिनि सः च ग्रन्थः द्विविषये तत्र विषयद्वयं नास्ति भगिनि विषयद्वयं नास्ति च अस्ति चेत् तत्र सर्वदा समूहस्य अन्ते एव भवति खलु किन्तु अत्र तु महोदय इति सत्यं सत्यं स च ग्रन्थः एतादृशग्रन्थः यस्मिन् विषये वयम् एतावत् चर्चितवन्तः सर्वम् उक्तवन्तः तादृशग्रन्थः अद्यापि चारित्रं स्मारयति इति इत्युक्ते सः विशेषः इति भावः तत्र सः च ग्रन्थः तादृश एतादृशः ग्रन्थः इति अस्तु तत्र एकः प्रश्नः तत्र कथायाः नाम पुत्रात् ख्याता इतरा अस्ति पुत्रेण ख्याता इतरा अपि वक्तुं शक्यते किल पुत्रेण ख्याता न पुत्रेण अस्ति चेत् तत्र पुत्रात् इति पञ्चमी विभक्तौ अस्ति पुत्रेण सह तेन ख्याता तत्र कारणतृतीया इति तत्र तेन सत्यं भगिनि तदपि प्रायशः वक्तुं शक्नुमः शक्यते किल प्राप्तम् इति अर्थः इति अस्ति ख्यातं प्राप्ता ख्यातिः प्राप्ता इति तत्र इतरा ख्याता अस्ति तत्र कारणपञ्चमी अस्ति भगिनि तत्र कस्मात् कारणात् सा इतरा ख्याता अस्ति इत्युक्ते तत्र पुत्रात् इति यदि तत्र तृतीया उपयोगः तत्र तेन कारणेन इति तादृशरूपमपि भवति किन्तु तत्र माध्यमेन अपि तत्र भवति अतः तत्र ओ अस्तु पुत्रतः या ख्यातिः प्राप्तवती सा इतरा पुत्रतः प्राप्तवती न पुत्रतः या ख्याति प्राप्तवती सा इतरा न सा केवलं ख्यातिः ख्यातिः भिन्ना इतरा भिन्ना इतरायाः ख्यातिः भिन्ना इतरायाः भिन्ना अस्ति इतरायाः ख्यातिः अस्तु तर्हि तत्र नरेश महोदय अन्ते तत्र शान्तिमन्त्रं वदति वा महोदय आं महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय